नमस्कारः. अस्माकं वर्गे सर्वेषां स्वागतम्. अस्माकं प्रवर्तमानः विषयः अस्ति सार्वधातुकलकाराः आर्धधातुकलकाराः च अधिकचिन्तनम् इति विषयः अस्ति. तर्हि अत्र सार्वधातुकम् आर्धधातुकम् इति संज्ञाद्वयं वर्तते इति वयं जानीमः. कोऽपि स्मारयति वा कस्य संज्ञा भवति सार्वधातुकम् अथवा आर्धधातुकं? ललिता भगिनी वदतु. प्रत्ययस्य सार्वधातुक आर्धधातुक इति संज्ञा भवति. हा, बहु समीचीनं. कथं ज्ञातवती प्रत्ययस्य संज्ञा इति? धातुतः यः विधीयते सः प्रत्ययः, प्रत्ययः परश्च. हा, वदतु. प्रत्ययः परश्च इति सूत्रेण धातुतः यः विधीयते तस्मात् नाम प्रत्ययः अस्ति. बहु समीचीनं भगिनि, उत्तमं, बहु समीचीनं. तथैव अस्ति इत्युक्ते अत्र प्रत्ययः परश्च धातोः इति त्रीणि अधिकारसूत्राणि सन्ति. प्रत्ययः इत्यस्य अधिकारः तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये प्रत्ययः इत्यस्य अधिकारः अस्ति. परश्च इत्यपि तथैव. धातोः इत्यस्य अधिकारः केवलं तृतीयाध्याये अस्ति. अत्र सार्वधातुकम् अपि आर्धधातुकम् इति तु विषयः तु तृतीयाध्याये एव अस्ति. तृतीयाध्याये धातुतः विधीयमानः यः प्रत्ययः सार्वधातुकः अथवा आर्धधातुकः. अतः धातोः, प्रत्ययः, परश्च इति त्रीणि अधिकारसूत्राणि, तान् सर्वं स्वीकृत्य वयं पश्यामः चेत् वयम् अवगन्तुं शक्नुमः सार्वधातुकम् अथवा आर्धधातुकम् इति प्रत्ययस्य नामकरणम् अस्ति. तिङ्क्षित् सार्वधातुकम् इति सूत्रेण तिङ् प्रत्ययः अथवा षित् प्रत्ययः सार्वधातुकसंज्ञकः. अपि च अवशिष्टाः सर्वे प्रत्ययः धातुभ्यः विद्यमानाः ते आर्धधातुकाः इति तावत् अवगच्छामः. ततः अग्रे सार्वधातुकः आर्धधातुकः इति धातोः नाम नास्ति, प्रत्ययस्य नाम इत्यपि वयं ज्ञातवन्तः. ततः अग्रे इदानीं सार्वधातुकलकारः इत्युक्ते किम् इति ततः आरभ्य पठामः. एतस्मिन् विषये वयं पूर्वमपि ज्ञातवन्तः, तत्र पुनस्मरणार्थम् एकवारं पठामः. अत्र मीना भगिनी पठति वा? मीना भगिनी अस्ति वा? करोमि, पठतु. सार्वधातुकलकारः सार्वधातुकलकारः इत्युक्ते किं तत्रतः? आम्, यस्मिन् लकारे, पठतु तत्रैव. यस्मिन् लकारे धातोः अनन्तरं कर्तर्थकः सार्वधातुकप्रत्ययः साक्षात् दृश्यते, तस्मिन् लकारे कर्तरि शप् इत्यनेन शप् विधीयते. अपि च तदर्थमेव स च लकारः सार्वधातुकः. इदानीं सम्यक् ज्ञातं भगिनि, तदर्थं किम् इति चेत् शपः विधानम् एव सार्वधातुकलकारः इति नामकरणस्य निमित्तम् पठामः. पठामि कर्तरि शप् तावत् वदतु. तत्र सार्वधातुकलकारः इत्युक्ते किम् इति वदति, धातोः धातुतः किमपि प्रत्ययः कर्तरर्थे भवति, तत् प्रत्ययः कर्तृशप् भवति. सूत्रेण प्रभावेण भवति शप् प्रत्ययः भवति. तदर्थं तस्मात् धातु सार्वधातुलकारः इति नामकरणं भवति. यत्र धातुतः किमपि प्रत्ययः कर्तृत्वे भवति, तस्मात् कर्तृशप् इति सूत्रस्य प्रभावेन भवति. तत् प्रत्ययः सार्वधातुक किमपि लकारः भवति, तत् लकारः सार्वधातुकलकारः इति भवति. अस्तु, इदानीं भवती उक्तवती धातुतः यः प्रत्ययः अस्ति सः प्रत्ययः सार्वधातुकः कर्त्रार्थे. न एकक्षणम्, अत्र यद् लिखितं तद् तदेव उक्तवती. अत्र किञ्चित् इतोपि वदतु, अत्र प्रत्ययः सार्वधातुकः इत्युक्ते किं, कर्त्रार्थकः इत्युक्ते किं, तत्सर्वं वदतु. कर्त्रार्थः इति कर्तृप्रयोगे प्रत्ययः भवति चेत् तस्मिन्नेव प्रत्ययः कर्तृशप् इति सूत्रेण प्रभावेन भवति चेत् तत् लकारः सार्वधातुकलकारः इति भवति. कर्मणि प्रयोगे न भवति. उदाहरणं कर्मणि प्रयोगे शप्रकाश प्रत्ययः कर्त्री नास्ति, तस्मात् शप् कर्तृशप् इति सूत्रः अत्र प्रसक्तिः नास्ति. तस्मात् तत्र सार्वधातुक लकारः नास्ति. समीचीनं भगिनि, समीचीनम्. इत्युक्ते अत्र लकारः दशलकाराः सन्ति इति वयं जानीमः. लट् लोट् लङ् विधिर्लिङ् लिट् आशीर्लिङ् इत्यादयः दशलकाराः सन्ति इति जानीमः. इदानीं तेषां विभजनं वयं कुर्मः, सार्वधातुकलकारः अर्धधातुकलकारः इति विभजनं कुर्मः. तर्हि सार्वधातुकलकारः इति तस्य आधारः कः, केन आधारेण सार्वधातुकलकारः इति वदामः इत्युक्ते, येषु लकारेषु कर्तरिषप् इति सूत्रस्य कार्यं भवितुम् अर्हति तादृशलकारेषु सार्वधातुकलकारः इति वदामः. कुत्र तथा इति चेत्, यत्र धातुतः यः यः लकारः अस्ति सः, इत्युक्ते धातुतः यः प्रत्ययः अस्ति, लकारः नास्ति, धातुतः यः प्रत्ययः अस्ति सः प्रत्ययः सार्वधातुकः अस्ति. प्रथमः नियमः अस्ति सार्वधातुकप्रत्ययः. द्वितीयः नियमः अस्ति कर्त्रार्थे. कर्त्रार्थे इत्युक्ते कर्तरीप्रयोगे, अस्माकं विवक्षा यदा कर्तरीप्रयोगे अस्ति तदानीं तत्र कर्तरि शप् इति सूत्रस्य प्रसक्तिः भवति. कर्तरि शप् इति सूत्रेण शप् विधानं भवितुमर्हति. येषु लकारेषु एतादृश शप् विकरणप्रत्ययः अथवा गणनिमित्तिकविकरणप्रत्ययः सम्भवति तादृशलकारः सार्वधातुकलकारः इति वदामः. अत्र उदाहरणार्थम् अत्र भूयोगः लट् इति लकारः अस्ति. इदानीं मम विवक्षा लट् लकारः अस्ति, तर्हि लट् लकारः, लकारः अपि प्रत्ययः एव. इदानीं लटः स्थाने तिप् इति प्रत्ययः विधीयते. इदानीं भूयोगः लट् इति प्रथमं सोपानं, तदनन्तरं द्वितीयसोपाने लटः स्थाने तिप् इति प्रत्ययः विधीयते. इदानीं तिप् इति प्रत्ययः कीदृशः इति चेत्, तिङ्क्षित् सार्वधातुकम् इति नेन सार्वधातुकसंज्ञकः अपि अस्ति. अपि च इदानीं मम विवक्षा लट् मम विवक्षा कर्तरिप्रयोगे अस्ति, अतः इदानीं भू इति धातुतः तिप् इति प्रत्ययः सार्वधातुकः अपि अस्ति, कर्त्रार्थे अपि अस्ति इति कृत्वा कर्तरि शप् इत्यस्य कार्यं भवति. तर्हि मध्ये शप् विधानं भवति, अतः भूयोगः शप् योगः ति इति भवति. इदानीं तत्र धातुः यदि धातुः नृत् इति अस्ति इति चिन्तयतु, तर्हि नृत् योगः लट्, नृत् योगः लट्. इदानीं लटः स्थाने तिङ् प्रत्ययः द्वितीयसोपाने नृत् योगः तिप्. इदानीं तत्रापि कर्तरि शप् इति सूत्रस्य प्रसक्तिः अस्ति, यतोहि तिप् इति प्रत्ययः सार्वधातुकः अपि अस्ति, कर्त्रार्थे अपि अस्ति. परन्तु तत्र शपं प्रबाद्य ष्यन् इति प्रत्ययः भवति, यतोहि ष्यन् इति प्रत्ययस्य अपि निमित्तं समानमेव. केवलं धातुः दिवादिगणे अस्ति चेत् ष्यन् इति प्रत्ययः भवति. इत्युक्ते येषु येषु लकारेषु एतादृशसन्दर्भः अस्ति यत्र विकरणप्रत्ययः गणनिमित्तिकविकरणप्रत्ययस्य विधानं सम्भवति, तादृशलकारः सार्वधातुकलकारः इति वदामः. तदेव उदाहरणं यदि स्वीकृत्य भूयोगः लट्, इदानीं लटः स्थाने आत्मनेपदीप्रत्ययः ते इति प्रत्ययः विधीयते. इदानीं ते इति प्रत्ययः अपि सार्वधातुकप्रत्ययः अस्ति, परन्तु मम विवक्षा कर्मण्यर्थे अस्ति. मम विवक्षा कर्मण्यर्थे अस्ति इत्युक्ते कर्मणि प्रयोगे अहं क्रियापदं प्रयुक्तुम् इच्छामि. तर्हि तस्मिन् सन्दर्भे किं भवति इति चेत्, भूयोगः ते. ते इति प्रत्ययः यद्यपि सार्वधातुकः अस्ति तथापि कर्त्रार्थे नास्ति इति कृत्वा तत्र शप् विधानं न भवति, परन्तु यक् इति भिन्नप्रत्ययः विधीयते. अतः एव रूपं किं भवति कर्मणि प्रयोगे, भूयते इति भवति. एवमेव गम् इति धातुः अस्ति चेत् गम्यते इति भवति. तत्र सर्वत्र य इति श्रूयते, यक् इति प्रत्ययः अस्ति, न तु शप् इति अत्र मूलविषयः अस्ति. तर्हि कर्त्रार्थे इत्युक्ते कर्तरीप्रयोगे इति अर्थः अस्ति. अस्तु. पठामः अग्रे. धन्यवादः भगिनी. अग्रे अरविन्द् महोदय पठतु. कर्तरि शक् कर्त्राते सर्वधातुकप्रत्यये परे प्रत्ययः परे अस्ति चेत् धातुतः शप् प्रत्ययः भवति. अत्र कर्त्राते कर्तरि प्रयोगे प्रयोगः इति बोध्यं. भावे कर्मणि च शप् प्रत्ययः न विधीयते. अनुवृत्तिसहितसूत्रं कर्तरि सर्वधातुके धातोः परश्च शप् प्रत्ययः. कर्तरि शप् इति सूत्रस्य अर्थः अस्ति कर्त्रार्थे सर्वधातुकप्रत्यय उपयुज्यसमये परे अस्ति चेत् धातुतः परे अस्ति चेत् शप् प्रत्ययः भवति इति अनुवृत्तिसहितसूत्रं दृश्यते चेत् कर्तरि सर्वधातुके धातोः परश्च शप् प्रत्ययः. कर्तरि सर्वधातुके विशेषणमस्ति विशेषमस्ति प्रत्ययः. परश्च इति परशब्दमस्ति कृत्वा धातोः इति पञ्चमी भवति. तस्मात् प्रत्ययः पर धातोः परं कर्तरि सर्वधातुके कर्तरि सर्वधातुक अवसरे शप् प्रत्ययः आगमं भवति धातोः परम्. हा सत्यं सत्यं समीचीनं महोदय समीचीनं तथैव अस्ति. आगमः इति न वदामः विधानम् इति वदामः शप् प्रत्ययस्य विधानम्. यतोहि आगमः इत्युक्ते भिन्नः अर्थः भवति खलु अतः आगमः इति नास्ति शप् प्रत्ययस्य विधानम्. अस्तु समीचीनं. हा तर्हि सूत्रमस्ति कर्तरि शप्. सूत्रे तु पदद्वयं विद्यते कर्तरि शप्. कर्तरि इति सप्तम्यन्तं पदं शप् इति प्रथमान्तं. तर्हि तत्र अनुवृत्तिरूपेण सारधातुके इति पदमपि आगच्छति. सारधातुके यक् इत्यस्मात् सूत्रात् सारधातुके इति पदम् अनुवृत्तं भवति. अपि च धातोः परश्च प्रत्ययः इति अधिकारसूत्रमस्ति अतः तृतीय अध्याये कर्तरि शप् इति सूत्रं तृतीय अध्याये अस्ति. अतः धातोः परश्च प्रत्ययः एतेषां पदानाम् अनुवृत्तिः भवति. अतः अनुवृत्तिसहितसूत्रं पश्यामः चेत् धातोः परश्च शप् प्रत्ययः कर्तरि सारधातुके इत्युक्ते धातुतः धातोः परे यः प्रत्ययः अस्ति सः कर्त्रार्थे अपि अस्ति सारधातुकः अपि अस्ति. इत्युक्ते अत्र निमित्तं किं कर्तरि सारधातुके इति सप्तम्यन्तम् अस्ति. सप्तमी विभक्तिः इत्युक्ते कः अर्थः? सतिसप्तमी भवितुमर्हति. अत्र किम् अस्ति? पूर्वकार्यं. तर्हि कर्तरि सार्वधातुकप्रत्ययात् पूर्वं किमपि कार्यं भवति धातोः परं किमपि कार्यं भवति इत्युक्ते तयोः मध्ये तत्र शप् इति विकरणप्रत्ययः विधीयते. अतः एव अत्र परश्च इति सूत्रम् अपि स्पष्टीक्रियते. यतोहि अत्र सप्तम्यन्तं पदमपि अस्ति षष्ट्यन्तं पदं पञ्चम्यन्तं पदमपि अस्ति. तर्हि कुत्र कार्यम् इति स्पष्टीकरणार्थं परश्च इति सूत्रं वदति प्रकृतेः अनन्तरं कार्यं भवति. परश्च इत्यनेन एव ज्ञायते यत् प्रकृतेः अनन्तरम् अत्र प्रकृतिः अस्ति धातुः धातोः अनन्तरं कार्यं भवति कर्तरि सार्वधातुके इत्यस्मात् पूर्वं कार्यं भवति इति ज्ञायते. तर्हि एतदेव तत्र मातापुष्पुत् परकार्यम् इत्येव कथ्यते भगिनि, पूर्वकार्यम् इति कथ्यते वा? न, कर्तरि सार्वधातुके इति अपि अस्ति खलु. कर्तरि सार्वधातुके इति सप्तम्यन्तं पदमस्ति खलु. धातोः परकार्यम् इति. ओ अस्तु. सप्तमी अपि अस्ति धातुके पूर्वं कार्यम्. अस्तु, सप्तमी अपि अस्ति पञ्चमी अपि अस्ति. तर्हि अत्र परश्च इत्यनेनैव स्पष्टीक्रियते यत् अत्र प्रकृतेः अनन्तरं प्रत्ययात् पूर्वं प्रकृतेः अनन्तरं कर्तरि सार्वधातुके प्रत्ययात् पूर्वं कार्यं भवति इति अवबोध्यते. तर्हि इदानीम् अत्र उदाहरणमस्ति. अस्तु, अत्र विनय महोदय पठतु उदाहरणम्. आं भगिनि, उदाहरणमस्ति भू योग लट्. भू योग लट्, भू योग ल, भू योग तिप्, तिप् कर्थक् सार्वधातुक च कर्तृ शप् इत्येन शप् विकरण अस्ति. लट् अत्र लट् लट् अङ्कारः ल अर्थचन्द्रबिन्दु भवति सर्वलकाराणि अत्र भवति तर्हि इत् भवति उपदेशे अर्जुनानुस् अपि च हलन्त्यम् इतः तस्य इतः लोपः तर्हि एव ल अवशिष्यते ल हलन्त अवशिष्यते अतः भूयोग लप् परन्तु लस्य सूत्राधारेण लस्य षष्ठि स्थाने पिप् आगच्छति अतः तर्हि एव भूयोग लप् भूयोग तिप् परन्तु तिप् कर्तृक सार्वधातुक वयं जानीमः त्रिंशत् सार्वधातुकम् आधारेण तर्हि कर्तृप्रयोग इति बोध्यं कर्तृशप् विकरण अस्ति अतः तत्र एव शप् भूयोग शप् योगत्य परन्तु वयं जानीमः शप् कार्यं भवति विकरणसमान परन्तु अत्र कार्यं न भवति अत्र केवलं तिप् पूर्वम् आगच्छति किमर्थं कार्यं न भवति इति उक्तवान् कार्यं उदाहरणार्थ भू धातु अस्ति तर्हि भू धातु अस्ति वयं जानीमः भू भो भवति सार्वधातुकार्धातुकयोः आधारेण तर्हि एचवायव इत्यादि भव भवति परन्तु भव अङ्ग नास्ति भव अङ्ग तिप् पूर्वम् अङ्गसहित निर्माणम् आवश्यकमस्ति तर्हि तिप् तर्हि भव योगः शप् अविशेषः अस्ति भव भवति तर्हि एव तिप् आगच्छति परन्तु अत्र वयं तर्हि एव तिप् आगच्छति इति नास्ति खलु न किमर्थं भव इति भवति चेदेव तिप् आगच्छति इति किमर्थं तथा वदति अङ्गकार्यं निर्माणम् अपेक्षितः तिप् आगमनार्थमिति वा एकवारं न न भवान् किम् उक्तवान् तत्र प्रथमतया तत्र लस्य इत्यनेन तिप् आगच्छति खलु भूयोगः तिप् इति अस्ति तदानीमेव तत्र कर्तरि शप् इति सूत्रेण मध्ये शप् आगच्छति यतोहि तिप् इति प्रत्ययः कर्तार्थकसारधातुकः अस्ति अतः भूयोगः शप् योगः तिप् इदानीं तत्र अङ्गकार्यं कथं भवति इति अन्यविषयः अस्ति अग्रे पश्यामः इदानीम् अस्माकं विषयः किम् इति चेत् विषयः कः इति चेत् कर्तरि शप् इत्यस्य विधानम् एव खलु अत्र अतः पर्यन्तम् अहं अवगच्छामि समीचीनं ततः अग्रे किम् अस्ति इति अग्रे पश्यामः भवान् ततः अग्रे वक्तुम् इच्छति तत्र शपं निमित्तीकृत्य अङ्गकार्यं भवति तदनन्तरं भव इति भवति तदनन्तरं तिङ् प्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति इति वक्तुमिच्छति तत्सर्वम् अग्रे पश्यामः अत्र किं लिखितम् इति चेत् शपः विधानं कथं भवति इति एव अत्र लिखितमस्ति शपः विधानं तत्र कर्तार्थकसारधार्थकप्रत्ययः अस्ति चेत् एव शपः विधानं भवति इत्यस्य प्रदर्शनम् अस्ति अत्र एव वयं स्पष्टतया द्रष्टुं शक्नुमः भूयोगः तिप् वारं वारं वयम् उक्तवन्तः तत् धातुना तिङ्प्रत्ययः दृश्यते तिङ्प्रत्ययः दृश्यते इति उक्तं खलु तर्हि कथं तदिति चेत् भूयोगः तिप् तत्र एव धातुना तिङ्प्रत्ययः दृश्यते तदेव वयं वदामः कर्तार्थकसारधातुकप्रत्ययः परः अस्ति चेत् धातुना तिङ्प्रत्ययः दृश्यते तस्मिन् सन्दर्भे शप् आगच्छति अस्तु समीचीनम् अग्रे वासुदेवन् महोदय पठतु धन्यवादः अस्मिन् क्रमे स्थिप् इति सार्वधातुकप्रत्ययः साक्षात् दृश्यते धातोः पुरतः, अतः कर्तरिषप् इत्यस्य अवसरः अस्ति. चतुर्षु लकारेषु एतादृशी स्थितिः अस्ति, लटि, लोटि, लङि, विधिलिङि च. एतादृशी स्थितिः नाम का? धातुना सार्वधातुकप्रत्ययः साक्षात् दृश्यते. यदा भू योगः तिप् भू तिप् इत्यनयोः मध्ये किमपि व्यवधानं नास्ति, अतः तिप् साक्षात् दृश्यते. अग्रे पठित्वा तावद् वदतु. तिप् इति सार्वधातुप्रत्ययः साक्षात् दृश्यते अस्मिन् क्रमे. तिप् इति सर्वधातुप्रत्ययः साक्षात् दृश्यते, धातुना दृश्यते. अतः कर्तरिषप् इत्यस्य अवसरः अस्ति. भूयोगः तिप्, अतः शप् इत्यस्य प्रसक्तिः अस्ति, अवसरः अस्ति. एतादृशी स्थितिः लटि, लोटि, लङि, विधिलिङि च अपि अपि अस्ति. एतादृशी स्थितिः नाम दृश्यते, सार्वधातुकप्रत्ययः साक्षात् दृश्यते, धातुना दृश्यते. तदेव यदा भू योगः तिप् भू तिप् इत्यनयोः मध्ये किमपि व्यवधानं नास्ति, किमपि बाधा नास्ति, अतः तिप् साक्षात् दृश्यते. अत एव शप् विधानं भवति. समीचीनम्. अत्र किमर्थं साक्षात् दृश्यते इति वदामः, तस्य कारणं किम्? तस्य कारणं तदनुसृत्य एव लकारः विधीयते, सार्वधातुकलकारः विधीयते. साक्षात् दृश्यते चेदेव शप् विधीयते, तदनुसृत्य एव लकारः अपि सार्वधातुकलकारः अपि विधीयते. तत्तु अस्ति, परन्तु किमर्थं तत्र साक्षात् दृश्यते इति वदामः? किमर्थं तथा अस्ति? तादृशी परिस्थितिः किमर्थम् अस्ति? तादृशी परिस्थितिः धातुना तिप्रत्ययं दृश्यते, साक्षात् दृश्यते, बाधा विना, किमर्थं बाधा नास्ति? तिप्रत्ययस्य मध्ये किमपि नास्ति, मध्ये कोऽपि अन्य सत्यं बाधा नास्ति, किमपि अन्यत् किमपि नास्ति, सर्वं सत्यमेव. परन्तु किमर्थं तादृशी स्थितिः अस्ति? तिप्रत्ययः तिङ्क्षित् सार्वधातुकप्रत्ययः, अतः एव. अस्तु, अत्र गोमती भगिनी किं चिन्तयति? म्यूट् करोतु महोदय. गोमती भगिनी वदामि. किमर्थम् एतादृशी स्थितिः अस्ति तत्र? धातुना तिङ् प्रत्ययः साक्षात् दृश्यते इति वदामः, किमर्थम् एतादृशी स्थितिः अस्ति? महोदय वदति बाधा नास्ति, सत्यं. कारणं लकारविधायकगणप्रत्ययः तत्र न भवति, लृट् भवति चेत् स्या प्रत्ययः आगच्छति, तो बाधा भवति. लकारविधायकप्रत्ययः आगच्छति अनेन कारणेन. अत्र लटः स्थाने तिप् आगच्छति, अण्ड् भूधातु साक्षात् तिप् दृश्यति. किमपि बास्थाने लकारः निमित्त प्रत्ययः पूर्वं न आगच्छति. सत्यम्. तत्र किमर्थं धातुना दृश्यते इति वदामः इत्युक्ते तादृशसूत्रं नास्ति. यत्र कर्त्रार्थकसार्वधार्थकप्रत्ययः अस्ति तत्र मध्ये किमपि अन्यकोऽपि प्रत्ययः आगमनार्थं तत्र सूत्रं किमपि नास्ति. यत्र तत्र लृट् लकारे सूत्रमस्ति, लकारनिमित्तकप्रत्ययस्य विधानार्थं सूत्रमस्ति, अत्र तादृशसूत्रं किमपि नास्ति इति कृत्वा अत्र धातुना तिङ् प्रत्ययः दृश्यते इति वक्तुं शक्यते. यतोहि व्यवधानं न भवति, सूत्रमेव नास्ति, तादृशसूत्रमेव नास्ति. अत्र कर्तरी शप् इति एव कार्यं कर्तुं शक्नोति. अतः सार्वधातुकलकारेषु एव एतादृशी परिस्थितिः अस्ति, यतोहि तत्र अन्यसूत्रस्य प्रसक्तिः न भवति. समीचीनम्, अवगतं खलु? अस्तु, अग्रे रमा भगिनी पठतु. आम्, अस्मिन् क्रमे ध्येयं यत् एषु सर्वेषु चतुर्षु सार्वधातुकलकारेषु धातुगणम् अनुसृत्य शपं प्रबाद्य अन्ये धातुगणनिमित्तिकविकरणप्रत्ययाः विधीयन्ते, यथा शन् श्नु इत्यादयः. प्रथमं शप् आयाति तदा भवादि अदादि जुहोत्यादि चुरादि इत्येतान् गणान् विहाय अपरेषु षट्सु गणेषु शपं प्रबाद्य तद्दद्गणस्य विकरणप्रत्ययः आयाति. एतदर्थं सार्वधातुकलकारेषु कस्यापि धातोः तिङन्तरूपस्य निर्माणात् प्राक् स च धातुः कस्मिन् गणे अस्ति इति अवश्यं ज्ञातव्यम्. प्रथमतया अत्र वदति ध्येयं यत् एषु चतुर्षु सार्वधातुकलकारेषु लट् लोट् लङ् विदिलिङ् चतुर्षु लकाराः धातुगणम् अनुसृत्य शपं सदृशं अन्यविकरणप्रत्ययः अपि विधीयन्ते, यथा शन् श्नु इत्यादयः. शप् विकरणप्रत्ययः भुवादिगणे अदादिगणे जुहोत्यादिगणे चुरादिगणे आयाति. शन् अपि अदन्ताङ्गम् अस्ति, अतः शन् अपि दिवादिगणे आयाति. सर्वत्र शप अदर् देन् शप शपं विहाय श्नु श्नम् ऊ श्ना अपि आयाति. एतत् सर्वं गणनिमित्तविकरणप्रत्ययः अस्ति, अतः गणं ज्ञात्वा वयं प्रक्रिया कुर्मः. बहु मुख्यमस्ति गणस्य ज्ञानम्. समीचीनं भगिनि, बहु समीचीनं, तथैव अस्ति. केवलम् एतेषु लकारेषु लट् लोट् लङ् विधिर्लिङ् एतेषु लकारेषु एव तत्र गणनिमित्तिकविकरणप्रत्ययः आयाति, इत्युक्ते शप् भवितुम् अर्हति, नो चेत् श्यन् अथवा श्नु श्नम् इत्यादयः. अत्र दशगणेषु ये विकरणप्रत्ययाः सन्ति ते सर्वे अत्र आगन्तुं शक्नुवन्ति, यतोहि अत्र सर्वत्र धातुना तिङ् प्रत्ययः दृश्यते. सः प्रत्ययः कर्त्रार्थे अपि अस्ति इति कृत्वा शप् आगच्छति प्रथमं, तदनन्तरं धातुः कस्मिन् गणे अस्ति इति दृष्ट्वा तत्तत् गणनिमित्तिकविकरणप्रत्ययः अपि आगच्छति. एतत् सर्वं सार्वधातुकलकारेषु एव सम्भवति. सार्वधातुकलकारः इत्युक्ते लट् लोट् लङ् विधिलिङ्. तत्र मुख्य विषयः विकरणप्रत्ययस्य विधानम् इति. अस्तु, अग्रे विजयलक्ष्मी भगिनी पठतु. हा भगिनी, सर्वेषु गणेषु प्रथमं कर्तरि शप् इत्यनेन शप् एव विधीयते वा? अनन्तरं भवितुम् शप् एव विधीयते इति नास्ति. शप् इत्यस्य अवसरः अस्ति, शप् भवितुम् अर्हति. इत्युक्ते अत्र दिवादिगणे पश्यतु, नृत् योगः ति इति अस्ति. इदानीं ति प्रत्ययः कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति इति कृत्वा कर्तरि शप् इति सूत्रम् अपि तत्र आगन्तुम् उद्युक्तं भवति. तस्मिन् सन्दर्भे दिवादिभ्यः श्यन् इति सूत्रमपि आगन्तुम् उद्युक्तः भवति. तयोः मध्ये सङ्घर्षः भवति. इदानीं प्रश्नः, बलाबलस्य चिन्तनं भवति. तयोर्मध्ये किं भवितुम् अर्हति इति चिन्तनं भवति. इत्युक्ते शप् प्रथमम् आगच्छति तस्य स्थाने श्यन् भवति इति नास्ति. द्वयोः सूत्रयोः अपि सङ्घर्षः अस्ति, तदानीं चिन्तनं भवति कस्य कार्यं भवितुम् अर्हति इति चिन्तनं भवति. तस्मिन् सन्दर्भे वयं वदामः दिवादिभ्यः श्यन् इति सूत्रम् अपवादसूत्रम् अस्ति, यतोहि तस्य कार्यम् अत्र न भवति चेत् तस्य अवकाशः अन्यत्र कुत्रापि न भवति इति कृत्वा दिवादिभ्यः श्यन् इत्यस्य कार्यम् अपवादबलेन भवति. कर्तरीषप् इत्यस्य अवसरः बहुत्र भवितुम् अर्हति, यतोहि कर्तरीषप् इति सूत्रे तु भुवादिगणे इति न उक्तम्. अत्र सूत्रं वयं दृष्टवन्तः खलु, कर्तरीषप् इति सूत्रे केवलं कर्तरी सार्वधातुके धातोः परश्च शप् प्रत्ययः, अत्र गणस्य उल्लेखः अस्ति वा? नास्ति. कर्तरी सार्वधातुके धातोः परश्च शप् प्रत्ययः इति अतः गणस्य उल्लेखः नास्ति, तर्हि तस्य सूत्रस्य अवकाशः बहुत्र भवति. एतत् सूत्रं सामान्यसूत्रमस्ति, उत्सर्गः अस्ति. कर्तरी शप् इति सूत्रं सामान्यसूत्रमस्ति, दिवादिभ्यः श्यन् इति तस्य अपवादः अस्ति. एवमेव सर्वत्र बुद्धं वा? यथा भ्वादिगणे पा योगः लट्, पायोगः लट् पायोगः ल इति भवति अनुबन्धानां लोपानन्तरं. पा योग लस्य इति सूत्रेण तिप् विधीयते, पा योगः तिप् इति. इदानीं पातः तिप् ओ पठामि फस्ट्. पा योगः तिप् कर्तरी शप् इत्यनेन शप् भवति, पा योगः शप् योगः तिप्. शिति परे पा धातोः पिब् आदेशः, पिब् योगः पिब आम् आम् आम् पिब योगः अ योगः ति. ओ अत्रापि पूर्वपरयोः स्थाने किमपि एकादेशः भवति वा? सत्यं सत्यं. पिब योगः अ योगः ति पिबति. जुहोत्यादिगणे दा योगः लट् अनन्तरं लोपानाम् अनुबन्धानां लोपानन्तरं दा योगः ल, लस्य इति सूत्रेण दा योगः तिप् कर्तरी शप् इत्यनेन शप् विधीयते. जुहोत् न कर्तरी शप् इत्यनेन शप् आगन्तुं शक्यते इति एव शब्दः किमिति वक्तव्यं भगिनि? टेक्निकल् कर्तरी शप् इत्यस्य प्रसक्तिः अस्ति, प्रसक्तिः अस्ति इत्यनेन शप्. जुहोत्यादिभ्यः श्लु इत्यनेन विहितस्य शप् प्रत्ययस्य श्लु लोपः भवति. श्लौ इत्यनेन श्लौ परे धातोः द्वित्वं, तत्कारणं ददाति इति रूपं निष्पद्यते. स्वादिगणे आप् इति धातुः, आप् योगः लट्, अत्र लट् इत्यस्य अनुबन्धानां लोपः कृत्वा आप् योगः ल, आप् योगः लस्य इति सूत्रेण ल इत्यस्य स्थाने तिप् आयाति. आप् योगः तिप् कर्तरी शप् इत्यनेन शप्. स्वादिभ्यः श्नु इत्यनेन स्वादिगणे स्थितेभ्यः धातुभ्यः शपं प्रबाध्य श्नु प्रत्ययः भवति कर्तृक सार्वधातुकप्रत्यये परे. आप् योगः श्नु योगः तिप् आप्नोति इति रूपं निष्पद्यते. अत्र पा इति धातु भ्वादिगणे अस्ति. वयं गणत्रयं स्वीकृत्य तत्र कथं प्रत्ययानां कार्यं भवति इति इदानीं दृष्टवन्तः. पा योगः वर्तमाने लट् इत्यनेन लट् आयाति, पा योगः लट्. अत्र लट् इत्यत्र उपदेशे अजनुनासिक इत् अजनुनासिक किं सूत्रमेव विस्मृतवती. हा उपदेशे अजनुनासिक इत् अनन्तरं हलन्त्यम् इत्यनेन इत्संज्ञा प्राप्नोति. अनन्तरं तस्य लोपः इत्यनेन अकारः तकारः द्वयोः लोपः भवति, ल इत्येव अवशिष्यते. लस्य इति सूत्रेण ल तिप् आयाति, पायोगः तिप् इति आगच्छति. अत्र पा धातुतः तिप् साक्षात् दृश्यते. कर्तरी शप् इति सूत्रस्य इदानीं प्रसक्तिः अस्ति. इत्यनेन शप् इति प्रत्ययः अत्र सूत्रं वदति, कर्तरी सार्वधातुके धातोः परश्च शप् प्रत्ययः. शप् इति प्रत्ययः धातोः परे अनन्तरं प्रत्ययस्य पूर्वम् आयाति, प्रत्ययात् पूर्वम् आयाति. पायोगः शप् योगः तिप् इति. इदानीं शिति परे पा धातोः पिब् आदेशः इति काचित् सूत्रम् अस्ति, किञ्चित् सूत्रमस्ति. तत्कारणं पा इत्यस्य पिब इति रूपं निष्पद्यते, अनन्तरं शप् धातुतः अ इति एव अवशिष्यते. पिब योगः अ योगः ति, अनन्तरम् अन्ये किमपि सूत्रं भवति, तत्कारणं पिबति इति रूपं निष्पद्यते. एतद् अत्र जुहोत्यादिगणे दा इति धातु अस्ति. अत्र अग्रे तत्र आस्ट्रिक्स् मध्ये एकं वाक्यम् अस्ति खलु, तत् पठतु, तदपि पठतु. अत्र बकारे अकारः अस्ति, दण्डः नास्ति. अतो गुणे इत्यनेन अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपम् एकादेशः द्वादिगणस्य पाठे द्रक्ष्यामः इति कारणात् अत्र पिबयोगः अ पिब इत्येव भवति, न तु पिबा. सत्यं, समीचीनं भगिनि, समीचीनं. तर्हि स्पष्टं खलु, अत्र कोऽपि प्रश्नः अस्ति वा? अस्तु, अग्रे तत्र गीताञ्जलि भगिनी अग्रे वदति वा, जुहोत्यादिगणे किं भवति? भगिनि, अत्र बकार अकार अस्ति, दण्डः नास्ति इत्युक्ते किम् अस्ति भगिनि? पिब इति तत्र पिब् इति नास्ति इति उक्तं. पिब् इत्यत्र अकारः अपि अस्ति, पिब इति आदेशः अस्ति. पिब इति आदेशः अत्र पास्थाने पिब इति आदेशः. पिबयोगः अ, पिबयोगः अ इत्यत्र किं भवितुम् अर्हति? हा, पिबाति न अभवत्, पिबति इति अभवत् इति ज्ञातं भगिनि. तत्र दण्डः नास्ति इत्युक्ते अर्थः कः? बकारे अकारः अस्ति, दण्डः नास्ति इत्युक्ते भु इति वदामः चेत् तत् अधोभागे दण्डः भवति खलु, चोक्. अधोभागे भु इति वदामः चेत् अधोभागे दण्डः भवति खलु. हा हा हा, तदेव दण्डः. अस्तु अस्तु, धन्यवादः भगिनि, क्षम्यता. अस्तु, जुहोत्यादिगणे यदि दा धातु अस्ति, दा योगः लट् वयं कुर्मः, तदनन्तरं अनुबन्धलोपनन्तरं दा योगः लकार आयाति. लस्य सूत्रेण धातुतः तिप् आयाति, इत्युक्ते दा योगः तिप्. तदनन्तरं कर्तरी शप् कर्त्रार्थे अस्ति चेत् कर्तरी शप् आयाति. किं कर्त्रार्थे अस्ति? धातु यदि कर्त्रार्थे अस्ति इत्युक्ते कर्तरिप्रयोगे वयं यदि कुर्मः, कर्तरिप्रयोगे किं भवति, धातुः भवति वा? न, धातु तु कर्तरिप्रयोगे रूपम् आयाति. यदि अत्र वस्तुतः प्रत्ययः इति वदामः, प्रत्ययः तिप् इति प्रत्ययः कर्तरि कर्तरार्थे अस्ति. ओ अस्तु अस्तु, हा धन्यवादः भगिनि. तिप् कर्तरार्थे अस्ति चेत्, हा क्षम्यतां भगिनि. न चिन्ता नास्ति, स्पष्टीकरणार्थम् उक्तवती. हा तिप् टिप् यदि कर्तरार्थे अस्ति चेत् तदनन्तरं इति कार्यं करोति, किन्तु अत्र तु गणस्य विकरणप्रत्यय अपि भवितुं तु न अस्ति एव, जुहोत्यादिभ्यः श्लु इति सूत्रं वदति. श्लु इति जुहोत्यादिगणस्य विकरणप्रत्यय अस्ति. श्लु इति वस्तुतः भगिनि अत्र कर्तरीषप् इति सूत्रस्यापि प्रसक्तिः अस्ति, जुहोत्यादिभ्यः श्लु इत्यस्यापि प्रसक्तिः अस्ति, परन्तु जुहोत्यादिभ्यः श्लु इति अपवादरूपेण तस्य कार्यम् अत्र भवति. श्लु इत्यनेन प्रत्ययस्य लोपः, शप् प्रत्ययस्य लोपः. हा हा भगिनि, अत्र द्वे कर्तरि शप् जुहोत्यादिभ्यः श्लु द्वे सूत्रे मध्ये सङ्घर्षः भवति. अनन्तरं ज्योत्यादिभ्यः श्लु एव कार्यं करोति. तदनन्तरं तत् कार्यम् अपि च द्वित्वमपि अत्र किमपि कारणेन आयाति. ज्योत्यादिभ्यः श्लु इत्यनेन तु द्वित्वं न भवति न भगिनि, किमपि अनेन कारण सूत्रेण अत्र दत्तं खलु, अत्र दत्तं खलु श्लौ इति सूत्रेण. ओ श्लौ सूत्रेण, ऐ सी, श्लौ सूत्रेण द्वित्वं भवति इत्युक्ते दा धातुतः इत्यनेन शप् तु न आयाति, किन्तु श्लौ कारणेन ददाति इति निष्पन्नं भवति. हा इत्युक्ते वस्तुतः अत्र किम् अस्ति इति चेत् जुहोत्यादिभ्यः श्लु इति सूत्रं किमर्थम् आयाति अत्र, तस्य निमित्तं किम्? जुहोत्यादिगणे एव अत्र दा धातु तु जुहोत्यादिगणस्य धातुः अस्ति चेत् तत् तदेव आयाति. सत्यं, गणस्य जुहोत्यादिभ्यः श्लु इति सूत्रे किम् अस्ति निमित्तम्? निमित्तं तु दा धातु अस्ति अत्र, अपि अपि अपि कर्तार्थे अस्ति न भगिनि, कर्तार्थे किम् अस्ति? कर्तार्थे गणनिमित्तिकं न, वदतु वदतु, सम्यक्तया उक्तवती तत्र, तत्र निमित्तं किम् उक्तवती कर्तार्थे? कर्तार्थे टिप् अस्ति तत्तु निमित्तं, किन्तु गण तु जुहोत्यादिगण एव, तदनन्तरं जुहोत्यादि न. कर्तार्थे इति पर्याप्तं वा? टिप् इति कर्तार्थे अस्ति इति पर्याप्तं वा? न, अत्र न पर्याप्तं. किमर्थं जुहोत्यादिगणस्य विकरणपत्य भिन्न अस्ति अत्र तु. सत्यं, समीचीनं, समीचीनमेव. निमित्तं कर्त्रार्थे इति एव पर्याप्तं वा इति प्रश्नः. निमित्तं तु कर्त्रार्थे एव पर्याप्तम् अत्र, यदि वयं जानीमः ज्योत्यादि गणे अस्ति चेत्. कर्तरीषप् इति सूत्रे निमित्तं किम् आसीत्? कर्तरीषप् निमित्तम् इत्युक्ते कर्त्रार्थे यदि वयं इति कर्तरिप्रयोगे विवक्षा कुर्मः तदनन्तरं कर्तरि शप् आयाति. तावदेव अस्ति वा सूत्रे? किम् अस्ति सा अनुवृत्तिसहितसूत्रे किम् अस्ति? केवलं कर्त्रार्थे इत्येव उक्तं वा? कर्तृ न सार्वधातुक यदि वयं सार्वधातुकलकारेषु वयं योजयामश्चेत् तदनन्तरम् एव कर्तरि शप् आयाति. न न, सार्वधातुकलकारः इति तत्तु भिन्नविषयः अस्ति. अत्र कर्तरि शप् इत्यस्य निमित्तं किम् इति चेत् सार्वधातुकप्रत्ययः, अपि च सार्वधातुकप्रत्ययः कर्त्रार्थे अस्ति. हा एवमेव, यथा तत्र कर्तरि शप् इत्यस्य निमित्तमस्ति सार्वधातुककर्त्रार्थकप्रत्ययः, एवमेव जुहोत्यादिगणे अपि तन्निमित्तमस्ति सार्वधातुककर्त्रार्थकप्रत्ययः. अत्र अन्यत् किम् अस्ति इति चेत् जुहोत्यादिगणे अपि भवेत्, धातुः जुहोत्यादिगणे अस्ति चेत् तदानीमेव तत्र जुहोत्यादिभ्यः श्लू इत्यनेन शपः शपः लोपः भवति लोपः भवति अस्तु आं भगिनि तिंशत् सार्वधातुकम् इति सूत्रेण सार्वधातुकप्रत्यय अस्ति चेत् तिप् अस्ति चेत् कर्तरि शप् कर्त्रार्थे आयाति इति अपि च जुहोत्यादिगणे धातु अस्ति चेत् जुहोत्यादिभ्यः श्लु इति अपि आयाति अपि श्लौ अपि कार्यं करोति तदनन्तरं सत्यं कर्तरिषप् अपि च जुहोत्यादिभ्यः श्लु तयोर्मध्ये सङ्घर्षः जुहोत्यादिभ्यः श्लु इति अपवादरूपेण कार्यं करोति तदनन्तरं द्वित्वम् अपि भवति अस्तु दाति इति आयाति भगिनी भवती श्लौ कुतः आयाति श्लौ इति अन्यत् सूत्रमस्ति तेन सूत्रेण द्वित्वं भवति जुहोत्यादिगणे ये ये दातवः सन्ति तेषां द्वित्वं भवति श्लौ इति भिन्नसूत्रमस्ति अग्रे पठिष्यामः जुहोत्यादिगणे गणे एव जुहोत्यादिगणे एव श्लौ भवति वा सत्यं जुहोत्यादिभ्यः श्लू इति उक्तं खलु श्लू इत्यस्य सप्तम्यन्तं किम् श्लौ परे द्वित्वं भवति इति अर्थः तत्र एकक्षणं भगिनि विजयलक्ष्मी भगिनि तत्र दादाति इति न भवति दादाति यतोहि तत्र अभ्यासकार्यं भवति अत्र ददा दादा इति अस्ति द्वित्वानन्तरं दादा इति अस्ति तत्र ह्रस्वः भूत्वा ददा अभ्यासकार्यं भूत्वा ददा अस्तु गोमती भगिनी न एकक्षणं गोमती भगिनी वदतु भगिनी क्षम्यतां मम संशयः जुहोत्यादिभ्यः श्लु द्वितीय अध्याये कर्तरिशप तृतीय अध्याये तु कर्तरिशप बलवत् न जुहोत्यादिभ्यः श्लु इति द्वितीय अध्याये अस्ति वा हा अत्र तु द्वितीय अध्याये लिखितं हा द्वितीय अध्याये अस्ति अस्तु तर्हि किं वक्तुमिच्छति कर्तरि शप् तृतीय अध्याये अस्ति तदा परसूत्रमिति वा परसूत्रमस्ति परसूत्रम् इति वक्तुम् अत्र परसूत्रमिति वक्तुं तत्र द्वयोः सूत्रयोः अन्यत्र अवकाशः अस्ति चेदेव तथा वक्तुं शक्नुमः जुहोत्यादिभ्यः श्लू इति सूत्रम् अत्र कार्यं न करोति चेत् तस्य अवकाशः अन्यत्र अस्ति वा तत् सूत्रम् अन्यत्र कार्यं कर्तुं शक्नोति वा न अतः अपवादरूप अपवादबलेन अत्र कार्यं करोति एतदेव मम प्रश्नः वा भगिनि अपवादरूपेण एव जुहोत्यादिभ्यः श्लु भवति श्यन् श्यन् दिवादिभ्यः श्यन् अपवादरूपेण कारणेन एव कर्तरिषप् इति सूत्रस्य समान सत्यमेव खलु तथा एव उक्तवती खलु तत्र दिवादिभ्यः श्यन् अपवादबलेन कार्यं करोति एवमेव सर्वत्र यतोहि जुहोत्यादिभ्यः श्लु इत्यस्य अवसरः अन्यत्र भवति वा नास्ति खलु सामान्यसूत्रं नास्ति सामान्यसूत्रं नास्ति यदि अत्र कार्यं न करोति चेत् तस्य अवकाशः अन्यत्र कुत्रापि न भवति सूत्रमेव व्यर्थं भवति अतः परसूत्रमिति न वक्तुं शक्यते परसूत्रं कदा वदामः द्वयोः सूत्रयोः मध्ये सङ्घर्षः अस्ति द्वयोः अपि अन्यत्र अन्यत्र लब्धावकाशः अस्ति इत्युक्ते द्वयोः अपि अवसरः अस्ति अन्यत्र कार्यं कर्तुं कर्तरि शप् इत्यस्य अपि अवसरः बहुत्र भवति अन्यस्य सूत्रस्यापि अवकाशः बहुत्र भवति चेत् तदानीं तत्र परसूत्रं बलवत् इति वदामः परन्तु अत्र तथा नास्ति यतोहि जुहोत्यादिगणे जुहोत्यादिभ्यः श्लु जुहोत्यादिभ्यः श्लु इति सूत्रम् अत्र कार्यं न करोति चेत् तस्य अवकाशः अन्यत्र कुत्रापि न भवति इति कृत्वा तत् सूत्रमेव व्यर्थं भवति यदि अत्र कार्यं न करोति अतः अपवादः इति वदामः मम एकः प्रश्नः अस्ति इदानीं तु कर्तरि शप् कार्यं न करोति चेत् शप् नास्ति चेत् श्लू कस्य जुहोत्यादिभ्यः श्लू कस्य लोपः करोति तत्र शपः एव शपः इत्युक्ते शपं शपः विधानानन्तरं श्लू तत्र जुहोत्यादिभ्यः श्लू इत्यस्य अनुवृत्तिसहितसूत्रं सर्वम् अग्रे पठामः भगिनि अस्तु अतः अहं चिन्तितवती इदानीं तु कर्तरि शप् शपः इत्यस्य अनुवृत्तिः अस्ति अस्मिन् सूत्रे शपः इत्यस्य अनुवृत्तिः अस्ति शपः श्लू इत्युक्ते शपः विधानं भवति तदनन्तरं श्लू भगवत्यादिभिः श्लू इति सूत्रे एव सोपानद्वयं खलु न शपः इति तत्र विधा शपः इत्यस्य अनुवृत्तिः अस्ति अस्मिन् सूत्रे जुहोत्यादिभ्यः श्लू इति सूत्रे अधिप्रवृत्तिभ्यः शपः इति सूत्रात् शपः इत्यस्य अनुवृत्तिः अस्ति इति कृत्वा तस्मिन्नेव सूत्रे शपः विधानं तदनन्तरं श्लू ओ तस्मिन् सूत्रे एव अस्तु इत्युक्ते कर्तरिषप् कार्यं कृत्वा तदनन्तरं श्लू इति नास्ति तस्मिन्नेव सूत्रे शपः विधानं तदनन्तरं श्लू श्लू इत्युक्ते लोपः इति अर्थः अस्तु अग्रे राहुल् महोदय अग्रे वदति वा स्वादिगणे आप् योगः लट् योगः आप् लोकः यट् लट् लटस्य स्थाने ल इति लकारः अवशिष्यते आप् योगः ल लकारः पुनः लकारस्य स्थाने तिप्पादेशः भवति अत्र साक्षात् धातुतः प्रत्ययः दृश्यते अतः कर्तरिषप् इत्यनेन पुनः स्वादिभ्यः अत्र आप् इति धातु स्वादिगणे अस्ति अतः स्वादिभ्यः श्नु इत्यनेन आप् योगः श्नु योगः तिप् इति आगच्छति अतः आप्नोति इति मिलित्वा सत्यम् अत्र सर्वत्र पश्यामः चेत् निमित्तं तु सार्वधातुककर्तृकप्रत्ययः एव अत्र एकः प्रश्नः अत्रापि अपवादबलेन एव कार्यं करोति पूर्वस्मिन् उदाहरणे पिब योगः अयोगः ति अत्र सवर्णदीर्घसन्धि न भवति वा तदेव तत्र उक्तमस्ति सवर्णदीर्घसन्धिः भवितुम् अर्हति परन्तु तत्र तत्सूत्रं प्रबाद्य अतोगुणे इति अन्यत् सूत्रमस्ति अतोगुणे इति सूत्रेण अत्र पिब इत्यत्र अपदान्त अकारः अस्ति पिब इत्यस्य अन्ते ह्रस्व अकारः अस्ति तस्य अनन्तरम् अ इति गुणसंज्ञकः वर्णः अस्ति तत्सर्वं वयं न पठितवन्तः अतः अत्र गुणसंज्ञकः वर्णः इत्युक्ते अदेङ्गुणः इति वदामः अदेङ्गुणः इति एकं सूत्रमस्ति अत् एङ् अत् इत्युक्ते ह्रस्व अकारः एङ् इत्युक्ते एङ् प्रत्याहारस्य वर्णः एकारः ओकारः आहत्य ह्रस्व अकारः एकारः ओकारः एतेषां त्रयाणां गुणसंज्ञा भवति गुणः इति एका संज्ञा तर्हि अतो गुणे इति सूत्रं किं वदति इति चेत् अपदान्ते अतः इत्युक्ते अपदान्ते ह्रस्व अकारः अस्ति तस्य अनन्तरं गुणसंज्ञकः वर्णः अकारः एकारः ओकारः एतेषु कश्चन वर्णः अस्ति चेत् पूर्वपरयोः स्थाने पूर्वरूपादेशः भवति इत्युक्ते पिबयोगः अ इत्यत्र पिब इति पदं नास्ति अपदमस्ति तस्य अन्ते ह्रस्व अकारः तस्य अनन्तरं यः अकारः सः अकारः गुणसंज्ञकः अस्ति तस्य गुण इति संज्ञा अस्ति यतोहि अकारस्य गुणसंज्ञा अस्ति अतः पूर्वपरयोः पिब इत्यत्र अकारः तस्य अनन्तरम् अकारः तयोः पूर्वपरयोः स्थाने पररूपादेशः भवति तर्हि पररूपादेशः अकारः एव पररूपादेशः तर्हि अकारः योगः अकारः तयोः स्थाने अकारादेशः भवति अतः पिबयोगः ति पिबति इति रूपं बुद्धं वा अस्तु अग्रे सरेम कोऽपि प्रश्नः अस्ति वा अस्तु जयलक्ष्मी भगिनी अग्रे पठति वा आं भगिनि पठामि अत्र ध्येयं यत् त्रयाणां लट् लकाररूपे धातु तिङ् प्रत्ययोः मध्ये यः स्वरः अस्ति सः भिन्नः लट् लकारे धातु तिङ् प्रत्ययोः मध्ये यः स्वरः अस्ति सः भिन्नः पिबति ददाति आप्नोति अपि च ददाति इत्यस्मिन् धातोः द्वित्वम् अनेन कारणेन वदामः यत् धातुगणभेदात् रूपभेदः इति इदमेव सार्वधातुकलकारस्य लक्षणम् इदानीं वयं दृष्टवन्तः त्रीणि उदाहरणानि. तस्य प्रक्रियात् अनन्तरं पिबति, ददाति, आप्नोति इति त्रयाणां धातूनां रूपं लट् लकारे मिलितानि. तदा तत् पश्यति चेत् किञ्चित् अवलोकनं क्रियते चेत् पिबति इत्यस्य पिबा अकार ह्रस्व अकार अस्ति, ददाति अत्र तु दा आकारः अस्ति, आप्नोति तत्र तु नो ओकारः च अस्ति. तत् तदेव तत्र धातुगणभेदात् एव तस्य रूपभेदः भवति इति अस्माभिः इदानीं ज्ञातुं शक्नुमः. पिबति इति गणभेदः अस्ति, तद् भ्वादिगणे अस्ति इति कारणतः तत्र अकारान्तः अभवत्. ददाति तत्र अन्यत् गणे अस्ति, जुहातिगणे अस्ति इति कारणात् तस्य रूपभेदः अस्ति. तथैव आप्नोति अत्र स्वादिगणे अस्ति, तदर्थमेव तत्र विकरणप्रत्ययः अन्यत् अस्ति, तत् कारणात् एव तत्र रूपं च भिन्नम् अस्ति. तदेव सार्वधातुकलकारस्य लक्षणमिति उक्तम्. सत्यं, तत्र गणभेदाः सन्ति इति कृत्वा एव तत्र रूपभेदः अपि भवति. यथात्र पिबति, ददाति, आप्नोति, सर्वत्र मध्ये यः धातु तिङ् प्रत्ययो मध्ये यः प्रत्ययः अस्ति सः प्रत्ययः भिद्यते इति कृत्वा रूपभेदः भवति सार्वधातुकलकारेषु. अस्तु, अग्रे पठतु भगिनि. आं भगिनि, पाणिनिना साक्षात् सार्वधातुकलकारः आर्धधातुकलकारः च संज्ञाद्वयं कुत्रापि न दत्तं, किन्तु अष्टाध्याय्याः आकृतिः स्वयं सम्पूर्णतया एतादृशं नामकरणं पोषयति. अतः अतीवयोग्यम् अभूतपूर्वनामकरणम् इदं मातृभिः कृतम्. अनेन नामकरणेन किं भवति? ज्ञानं सुदृढं भवति, आयोजितं भवति मनसि. ज्ञानस्य सम्यक् आयोजनं न भवति चेत् अस्तव्यस्तस्ता, क्षम्यताम्, अस्तव्यस्तता इति फलम्. अपि च शास्त्रीयव्याकरणविषये गुरुकुलीयेषु बहूनां मनसि इत्येव अस्तव्यस्तता वर्तते. तस्य निवारणार्थं मातुः शिक्षापद्धतिः अत्यावश्यकी. अत्र च वस्तुतः अष्टाध्यायी ग्रन्थे एतादृशं सार्वधातुकलकाराः अर्थधातुकलकाराः इति नामकरणं कुत्रापि नास्ति. एतत् नामकरणं पुष्पादीक्षित् मात्रा एव एतादृशं नामकरणं दत्तम्. एतादृशं पद्धति अवलोकनं कृत्वा एतादृशाः धातूनां रूपभेदं दृष्ट्वा माता एव एतादृशं विभजनं कृत्वा सार्वधातुकलकारः अर्थधातुकलकारः इति कृत्वा तत्र प्रक्रिया च समानरूपम् अस्ति इति उक्तमस्ति. तत्कारणात् किं फलम् अस्ति इति चेत् ज्ञानं सुदृढं भवति, आयोजितं मनसि आयोजितं च भवति, सिस्टमेटिक् अपि भवति. शास्त्रीयव्याकरणविषये एतादृशं ज्ञानं सुदृढं भवति इति उक्तं भगिनि. शास्त्रीयव्याकरणविषये गुरुकुलीयेषु बहुना मनसि इयमेव अस्तव्यस्तता इति वर्तते इति किमर्थं तथा उक्तम्? प्रायः तत्र आयोजितं न भवेत् शास्त्रीयकुलीयेषु. एकस्मिन् एव गणे सर्वेषां गणानाम् एकस्मिन् गणे एव भवति इति कारणात् तत्र एतादृशं विभजनं नास्ति. तदेव तादृशम् उक्तम् इति चिन्तयामि भगिनि. इत्युक्ते तत्र शास्त्रीय इत्युक्ते गुरुकुलीयेषु किं भवति इति चेत् तत्र सिद्धान्तकौमुदीम् आश्रित्य पठनं भवति. सिद्धान्तकौमुद्यां तु एतादृशविभजनं नास्ति. तत्र सिद्धान्तकौमुद्यां किं भवति इति चेत् एकं धातुं स्वीकृत्य सर्वेषां लकाराणां रूपसिद्धिः भवति. यदि भू इति धातुं स्वीकुर्मः चेत् भू धातोः लट् लोट् लङ् विधि लिङ् अनन्तरं लिट् लुट् सर्वेषां लकाराणां रूपसिद्धिः भवति. तर्हि तत्र अस्माकं मनसि ज्ञानं दृढं न भवति, यतोहि एतादृशविभजनं नास्ति. वयं न ज्ञातुं शक्नुमः कुत्र विकरणप्रत्ययः भवति, कुत्र किं भवति इति चेत् प्रथमं लट् पठामः, तदनन्तरं लिट् पठामः, तदनन्तरं लुट् पठामः इति तादृशभिन्नभिन्न क्रमेण पठामः चेत् तत्र लकाराणां साम्यं कुत्र वर्तते, भेदः कुत्र वर्तते इति एतादृशसमग्रचिन्तनं न भवति. तदर्थं तत्र मनसि क्लेशः भवति, ज्ञानं दृढं न भवति. तत्र सर्वेषां धातूनां लकाराणां रूपसिद्धिः सर्वं साधयित्वा अपि यदि कोऽपि तत्र तस्य प्रक्रिया कथं भवति इति वक्तुं न शक्नोति चेत् तर्हि तस्य मनसि ज्ञानं दृढं नास्ति इत्येव अर्थः खलु. अतः एव तत्र सर्वं पठित्वा अपि, कौमुद्यां सर्वं पठित्वा अपि तत्र प्रक्रियां वक्तुं न शक्नोति. परन्तु एतादृशविभजनेन अस्माकं मनसि न केवलं ज्ञानं दृढं भवति अपि तु प्रक्रिया सरलतया वयं वक्तुं शक्नुमः, प्रक्रियां वक्तुं शक्नुमः. अस्तु अस्तु तर्हि अग्रे. एका एव भगिनी, मातृभिः किमर्थं? मातृभिः तत्र गौरवार्थं, गौरवार्थं यत्र यत्र गुरुः अस्ति अथवा तत्र गुरुभ्यो ज्येष्ठः अस्ति तत्र गौरवार्थं तत्र बहुवचने उच्यते. भगिनि आकृतिः अर्थं किं भगिनि? कुत्र अस्ति आकृतिः? अष्टाध्यायः आकृतिः इत्युक्ते अष्टाध्यायः द फार्म् आफ् अष्टाध्याय, द मेनर् इन् विच् इट् इस् अरेञ्ज्ड् आकृतिः इत्यर्थः. अस्तु इत्युक्ते एतादृशविभजनं माताजी स्वयमेव कृतवती इति नास्ति. तत्र अष्टाध्यायां दृष्ट्वा एव तत्र तस्य मनसि एतादृशं स्फुटितम्. यतोहि अष्टाध्यायमेव एतादृशविभजनस्य विभजनं दृश्यते, अष्टाध्यायं दृश्यते. यः कोऽपि अष्टाध्यायां सम्यक्तया ज्ञातवान् अथवा ज्ञातवती सः एतादृशं तस्य मनसि एतादृशज्ञानं भवितुमर्हति. अस्तु अस्तु भगिनी, भवतेव पठतु अग्रे. आर्धधातुकलकारः इत्युक्ते किम्? यस्मिन् लकारे धातोः अनन्तरं कर्तर्तकः सार्वधातुकप्रत्ययः साक्षात् न दृश्यते, तस्मिन् लकारे कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति, अतः शप् न भवति. अनेन सः लकारः आर्धधातुकः. तादृशे लकारे तिङन्तरूपस्य निर्माणार्थं धातुः कस्मिन् गणे अस्ति इति विषये किमपि अवधानं नास्ति. धातुगणस्य न कोऽपि प्रसङ्गः. अधुना सार्वधातुकलकारः किम् इति प्रश्न उदेति उत्तरं दत्तं. यस्मिन् लकारे धातुतः अनन्तरं कर्तर्तकसार्वधातुकप्रत्यय साक्षात् न दृश्यते. वयं पठामः सार्वधातुकलकारेषु धातुयोगः लट् अत्र लट् स्थाने तिप् आगच्छति. अत्र सार्वधातुः साक्षात् सार्वधातुकप्रत्यय दृश्यते तदेव. परन्तु आर्धधातुकलकारेषु लट् स्थाने तिप् न आगच्छति. केचन अन्य प्रत्यय आगच्छति तदनन्तरं तिप् अभावार्थे आत्मनेपदी प्रत्ययः आगच्छन्ति. ततः धातुः स्वयं साक्षात् सार्वधातुक तिङ्प्रत्यय न दृश्यते. तदेव धातु तदर्थमेव तादृशे लकारे तिङ्गन्तरूपस्य निर्माणार्थं गणविकरणप्रत्यय न आगच्छति, अवसरं नास्ति. धातुगणस्य न कोऽपि प्रसङ्गः अस्ति. समीचीनं भगिनि, समीचीनं. सार्वधातुकलकारेषु धातुना तिङ्प्रत्ययः कर्तरार्थकसार्वधातुकप्रत्ययः दृश्यते इति उक्तं, परन्तु येषु लकारेषु धातुना तिङ्प्रत्ययः न दृश्यते, सार्वधातुकर्तरार्थकप्रत्ययः न दृश्यते किमर्थं न दृश्यते इति चेत् मध्ये व्यवधानम् अस्ति. मध्ये व्यवधानं कथं भवति इति चेत् तदर्थं सूत्रमस्ति. कथञ्चित् केनचित् सूत्रेण अन्यत् किमपि कार्यं विधीयते चेत् तदानीं तत्र धातुना प्रत्ययः न दृश्यते. तद् एतेषु लकारेषु एतादृशसन्दर्भः अस्ति, यतोहि मध्ये अन्यत् किमपि विधीयते. यथा तत्र लृट् लकारे स्य इति प्रत्ययः, लुट् लकारे तास् इति प्रत्ययः, लृङ्लकारेस्य इति प्रत्ययः इति तत्र सर्वत्र व्यवधानम् अस्ति. अथवा नो चेत् तत्र प्रत्ययः साक्षात् प्रत्ययः सारधातुकः एव नास्ति. यद्यपि धातुना तिङ् प्रत्ययः दृश्यते परन्तु प्रत्ययः सारधातुकः नास्ति चेत् तस्मिन् सन्दर्भे अपि तथा भवितुम् अर्हति. तिङ् प्रत्ययः सामान्यतया सारधातुकः अस्ति परन्तु अपवादरूपेण लिट् लकारे अपि च आशीर्लिङ्लकारे अर्धधातुकः अस्ति. तर्हि तत्रापि धातुना तिङ् प्रत्ययः दृश्यते परन्तु प्रत्ययः सार्वधातुकः नास्ति. अस्तु अग्रे सूर्यकुमारी भगिनी पठति वा. धन्यवादः भगिनी. एकः प्रश्नः. कर्त्रर्थकः इति अत्र दत्तं. कर्त्रर्थकः किमर्थं दीर्घ आनायति कर्त्र अर्थ दीर्घ किमर्थं कर्त्रार्थकः न भवति भगिनि? कथं भवति इति वदतु. न तत्र पदद्वयं किम् अस्ति? कर्त्र अपि अर्थ कर्तृ अपि अर्थ तत्र सन्देहं करोतु. कर्तृ अपि अर्थ कर्त्रार्थ न कर्तृ अस्ति खलु कथं कर्त्रार्थ रेफायाति कस्यचित् सूर्यकुमारी भगिनी कृपया म्यूट् करोतु भगिनि अनन्तरं वदतु. हा गीताञ्जलि भगिनी अवगतं वा? न न भगिनि न शृणोमि भगिनि पुनः वदतु. कर्तृ इति ऋकारः अस्ति खलु कर्तृयोगः अर्थ तत्र सन्धिः कः? अवकारस्य स्थाने किम् आयाति? अर् नास्ति. कर्तृ तु रेफ आयाति न भगिनि? रेपः आयाति. तर्हि किं भवति? तु कर्तृर्थ इति आयाति. अवगतं भगिनि क्षम्यता. चिन्ता नास्ति. अस्तु सूर्यकुमारी भगिनि अग्रे. भगिनि एकं यदा अर्धधातुकं शेषम् इति वदति तदा अर्धधातुकलकारं शेषम् इति वक्तुं शक्यते वा? कुत्र महोदय? यत्र वयम् अर्धधातुकं शेषम् इति सूत्रं पठति तदा अर्धधातुकलकारं शेषम् न न न न अर्धधातुकं लकारं शेषः न प्रत्ययः एव अर्धधातुकं शेषः इति प्रत्ययस्य विषयः अस्ति. प्रत्ययस्य विषयः अस्ति. अत्र लकारः अपि प्रत्ययः. कर्तर्तक सर्वधातुकप्रत्यय न दिश्यते तस्मिन् सर्वम् अर्धधातुक लकारः अन्तर्भूतः भवन्ति. सत्यं सत्यं सत्यं. तदानीं तस्मात् अर्धधातुकलकारं शेषम् इति मया चिन्त्य अर्धधातुकलकारः तत्र अर्धधातुकं शेषः इत्यनेन न भवितुम् अर्हति. इत्युक्ते अत्र लृट् लकारं पश्यति चेत् एकक्षणं लृट् लकारं पश्यति चेत् पायोगः लृट् पायोगः स्ययोगः ति अत्र ति इति प्रत्ययः अर्धधातुकः नास्ति. यद्यपि लकारः अर्धधातुकः अस्ति तथापि तत्र तिङ् प्रत्ययः अर्धधातुकः नास्ति. पश्यति वा भेदः? समीचीनम्. अतः अर्धधातुकं शेषः इति वक्तुं न शक्यते. सर्वे लकारः अर्धधातुकमेव खलु? लकारः आदौ अर्धधातुकः लकारः अर्धधातुकप्रत्ययः अस्ति. तदेव लकारः तु प्रत्ययस्य कृते एव खलु अर्धधातुक शेषः. सत्यम् अर्धधातुकं शेषः इति प्रत्ययस्य विषयः अस्ति परन्तु अत्र तु सर्वे तिङ् प्रत्ययः अत्र अर्धधातुकः न सन्ति. अतः अर्धधातुकशेषं लकारः इति तादृशं वक्तुं न शक्यते. अस्तु सूर्यकुमारी भगिनि. भगिनि यथा यथा भुवादिगणे पा योगः लृट् रूपं पास्यति जिहोत्यादिगणे दायोगः लृट् दास्यति, स्वारिगणे आपयोगः लृट् आप्स्यति। अत्र स्पष्टतया दृश्यते यत् धातुगणे गणभेदात् रूपभेदः इति किमपि नास्ति। किमर्थं धातुगणनिमित्तकविकरणभावात् उदाहरणं सन्ति, पायोगः लृट् पास्यति, दायोगः लृट् दास्यति, आप्योगः लृट् आस्यति। धातुः भिन्नगणे अस्ति अपि तु रूपं समानमेव। गण विषयं प्रसक्ति न आवश्यकम् इत्यस्य अपेक्षया तत्र प्रसक्तिः नास्ति। प्रसक्तिः गणनिमित्तिकविकरणस्य प्रसक्तिः नास्ति एतेषु लकारेषु। गणनिमित्तिकविकरणस्य प्रसक्तिः नास्ति यतोहि तत्र पायोगः लृट् इति प्रथमं सोपानं, द्वितीयसोपाने पायोगः स्य योगः लृट्, इदानीं तत्र शतासि लृलुटोः इति एकेन सूत्रेण स्य इति प्रत्ययः विधीयते लृट् लकारं निमित्तीकृत्य, अतः पायोगः स्य योगः लृट्। तृतीयसोपाने तिङ् प्रत्ययः आगच्छति लृटः स्थाने, तर्हि पायोगः स्य योगः ति। अधुना धातुना तिङ् प्रत्ययः न दृश्यते यतोहि स्य इति व्यवधानम् अस्ति। अत्र सर्वत्र पश्यामः चेत् मध्ये धातुः अपि च तिङ् प्रत्ययोः मध्ये सर्वत्र स्य स्य स्य इति श्रूयते। सर्वेषां धातूनां कृते स्य इति एव प्रत्ययः अस्ति, तत्र भेदः नास्ति, न कोऽपि भेदः। गणम् अनुसृत्य भिन्नभिन्नप्रत्ययः इति नास्ति। पूर्वम् अस्माभिः सार्वधातुकलकारेषु पिबति ददाति आप्नोति इति दृष्टवन्तः। तत्र पिबति इत्यत्र मध्ये अ अस्ति परन्तु अत्र स्य अस्ति। अनन्तरं ददाति इत्यत्र शप्रत्ययः नास्ति परन्तु अत्रापि स्य अस्ति, लृट्लकारे स्य अस्ति। आप्नोति नो इति प्रत्ययः अस्ति, तत्र श्नु इति प्रत्ययः अस्ति परन्तु अत्र लृट्लकारे स्य, सर्वत्र स्य एव, अतः रूपभेदः न दृश्यते। पास्यति धास्यति आप्स्यति सर्वत्र साम्यं दृश्यते। शप् प्रत्ययः नास्ति चेत् शप् गणनिमित्तिकविकरणप्रत्ययः न भवति अत्र, अतः तत्र सर्वत्र साम्यं दृश्यते। समानमेव लकारनिमित्तिकप्रत्ययः समानम् अस्ति सर्वत्र, सत्यम्। अस्तु सुमन् भगिनी अग्रे। पठितुमिच्छति वा? आं भगिनि पठामि। अत्र स्पष्टतया दृश्यम् अभवत् अग्रे। एतद् अर्थं दशधातुगणाः प्रयोजिन्याः केवलं सार्वधातुकलकारेषु लटि लोटि लङि विधिलिङ्गि च। आर्धधातुकलकारेषु लिटि लुटि लृति लृङ्गि लुङ्गि आशीर्लिङ्गि च धातुगणानां किमपि प्रयोजनं नास्ति। आर्धधातुकलकाराणां पाठनानुसारे सर्व धातवः एकस्मिन् एव गणे एकत्र स्थाप्यन्ते। क्षम्यताम्। अस्तु, एतत् वदति अस्ति गणभेदः सार्वधातुकलकारेषु एव दृश्यते न तु आर्धधातुकलकारेषु, तत्र किमपि गणभेदः न दृश्यते। सर्वाणि रूपाणि तु समान एव दृश्यते इति। इतोपि किमपि नास्ति खलु? न आर्धधातुकलकारेषु रूपसाम्यं दृश्यते, सार्वधातुकलकारेषु तादृशरूपसाम्यं न दृश्यते, यतोहि गणनिमित्तिकविकरणप्रत्ययः भिद्यन्ते खलु. सत्यम्. अस्तु, तर्हि अग्रे उमा भगिनी पठति वा? अस्ति वा भगिनि? अस्तु, केतकी भगिनी पठतु. Bhagini, I will read, but I cannot explain like this. So let me read. Nasti. Patatu. Vrutante leta lakare sarvesham dvisahasrasya dhatunam tingata rupani ekatra pradarshiniya yanihi. Tatra kopi dhatu gana bedo nasti. Tathaiva luti, luti, ashilingaha, lungi, lungi, cha. तत्र धातोः अन्तिमवर्णम् अनुसृत्य चतुर्दशवर्गाः निष्पादनीयाः. एतादृशं वर्गीकरणम् अतीव लाभदायकं, यतः पाणिनीयसूत्राणि तथैव कार्यं विदधति. अनेन महत् सौकर्यं चतुर्दशवर्गाः इति. अग्रे पठतु. अकारान्तः यथा कथ गण रच इत्यादयः. आकारान्तः यथा पा ला वा दा दा इत्यादयः. इकारान्तः यथा जि श्वि चि कि रि इत्यादयः. इकारान्तः यथा नि षि दि क्रि वि इत्यादयः. उकारान्तः यथा दृ नु कु गु क्षु इत्यादयः. उकारान्ताः उकारान्ताः यथा भू लु भू नु मु इत्यादयः. ऋकारान्ताः यथा ऋ पृ दृ मृ कृ सृ स्पृ इत्यादयः. ऋकारान्ताः यथा जृ नृ श्रृ कृ वृ इत्यादयः. जृ वृ इति. जृ श्रु गृ वृ इत्यादयः. एजन्ताः यथा ग्लै म्लै दे द्यै पै शो छो इत्यादयः. अददूपाः यथा अदुपदाः अदुपदाः यथा पठ चल वद खल कक पच चट इत्यादयः. इदुपदाः यथा चित् मित् छित् मित् बिद् निद् मिल इत्यादयः. अदुपदाः यथा बुद् शुद् मुद् कुक् उख् इत्यादयः. रुदुपदाः यथा कृष् बृष् धृत् श्रुद् वृत् वृत् इत्यादयः. अवशिष्टाः येन सन्ति एषु वर्गेषु यथा मील शीक उक् अच्च इत्यादयः. अतः यथा पा धातु दा धातुः च आर्धधातुकलकारस्य आयोजने एकस्मिन्नेव अन्तर्गणे एकत्र भवतः. अकारान्तेषु किन्तु सार्वधातुकलकारस्य आयोजने इमौ द्वौ धातु पृथक् पृथक् गणे स्तः. एवमेव संस्कृतभाषायां यावन्तः आकारान्तधातवः सन्ति ते सर्वे आर्धधातुकलकारस्य आयोजने एकत्र भवति. धन्यवादः भगिनी. ऐ केन् नाट् एक्स्प्लेन् लैक् अदर् पीपल्. न, चिन्ता नास्ति. अत्र राहुल् महोदय वदति वा? आम्, अत्र यदा पूर्वस्मिन् उदाहरणे दृष्टमासीत् वयम् अस्माभिः, भ्वादिगणे वा जुहोत्यादिगणे वा स्वादिगणे वा भवतु, सर्वेषां धातूनां यदि लृट् इति रूपं भवति सर्वे पाच्यति दास्यति आप्स्यति एवमेव भवन्ति, सदृशाः दृश्यन्ते. अतः एवमेव सर्वासु आर्धधातुक आर्धधातुकलकारेषु लिटि लुटि लृटि लृङ्गि लुङ्गि अशिर्लिङ्गि च सर्वे धातवः अन्ताः अन्तान् अनुसृत्य सदृशं सदृश सादृश्यं दर्शयन्ति. यतोहि उदाहरणार्थं यथा वयं पा ला बा दा इत्यादि धातवः पश्यामः चेत् सर्वे आकारान्ताः. लृटि वा लिटि वा लुटि वा एतेषां सर्वेषां धातूनां अन्तिम सादृश्यं भवति, यथा पास्यति दास्यति एवम्. एवमेव एते सर्वे सर्वे धातवः न तु गणनिमित्तिकं भवति, किन्तु अकारान्त अन्तः अन्तमनुसृत्य ते विभजिताः सन्ति, अकारान्तः आकारान्तः ईकारान्तः इत्यादयः. एवं चतुर्दश एतेषां गणाः सन्ति, गणाः न किन्तु किं वदामः वर्गाः इति वक्तुं शक्यते. आम्, वर्गाः सन्ति, अकारान्तः आकारान्त इति आरभ्य ऋ उपदाः उदुपदाः अतुपदाः इत्येते सर्वे एवं विभजिताः सन्ति. अतः एकस्मिन् गणे वयं एकस्मिन् स्तरे वयं सार्वधातुकलकाराः पश्यामः, यत्र धातवः गणनिमित्तिकविकरणप्रत्ययान् अनुसृत्य तेषां प्रक्रिया भवन्ति. इतोपि स्तरे अपरे स्तरे आर्धधातुकविकरण आर्धधातुक प्रत्ययान् अनुसृत्य लकारान् अनुसृत्य धातवः सर्वे एवं विभजिताः सन्ति इति. सत्यम्, एतादृशविभजनमपि स्वयं मातृभिः कृतं विभजनमस्ति. सत्यं सत्यं, इत्युक्ते यदा यथा अत्र सार्वधातुकलकारेषु गणभेदाः सन्ति, दशधातुगणभेदाः सन्ति, तादृशगणभेदः आर्धधातुकलकारेषु न आवश्यकः, यतोहि अत्र गणं निमित्तीकृत्य विकरणप्रत्ययः न विधीयते एव, अतः तत्र गणभेदस्य आवश्यकता नास्ति. अत्र तु अर्धधातुकलकारेषु धातोः अन्तिमवर्णम् अनुसृत्य विभजनं भवति. इत्युक्ते प्रथमतया अजन्तधातवः हलन्तधातवः इति विभजनं भवति, पुनः अजन्तधातुषु तत्र धातोः अन्ते कः वर्णः अस्ति, ह्रस्वकारः वा आकारः वा ईकारः वा ईकारः वा उकारः वा ऊकारः वा ऋकारः वा ऋकारः वा, नो चेत् एजन्तः. एजन्तः इत्युक्ते एच् प्रत्याहारस्य वर्णः, एच् अन्तः येषां ते एजन्ताः इत्युक्ते एच् प्रत्याहारस्य वर्णः अन्ते अस्ति चेत् तादृशः. तदनन्तरं यत्र धातुः हलन्तः अस्ति, हलन्तधातुः अस्ति चेत् उपदायां कः वर्णः अस्ति, अदुपदा अदुपदः इत्युक्ते अत् उपदा यस्य सः अदुपदः, अत् उपदा येषां ते अदुपदाः इत्युक्ते पट् चल् वद् इति पश्यामः चेत् उपदायां ह्रस्वकारः अस्ति, अन्तिमवर्णात् पूर्वं यः वर्णः अस्ति सः वर्णः उपदा इति वदामः. तर्हि पट् इत्यत्र उपदायां ह्रस्वकारः, चल् इत्यत्रापि ह्रस्वकारः, अतः एते धातवः अदुपदाः. एवमेव इदुपदाः इत्युक्ते ह्रस्व इकारः उपदायाम् इदुपद इत् उपदायां, तर्हि चित् इत्यत्र इकारः उपदायां, मिद् इत्यत्र इकारः उपदायां, छिद् इत्यत्र इकारः उपदायाम्. एवमेव उदुपदा ऋदुपद उकारः उपदायां ऋकारः उपदायाम् इति विभजनम् अवशिष्टः. तर्हि पश्यामः चेत् हलन्तधातुषु पञ्चविभागाः सन्ति, अदुपद अदुपदाः इदुपदाः उदुपदाः ऋदुपदाः अवशिष्टाः इति. अजन्तधातुषु तत्र नवविभागाः सन्ति, अकारः अकारान्ताः आकारान्ताः इकारान्ताः ईकारान्ताः उकारान्ताः ऊकारान्ताः ऋकारान्ताः ऋकारान्ताः अनन्तरम् एजन्ताः इति एतादृशविभजनमस्ति. तर्हि एतादृशविभजनेन कः लाभः इति चेत् सूत्राणि तथा सन्ति. सूत्राणि अकारान्तधातूनां कृते कानिचन सूत्राणि सन्ति, इकारान्तधातूनां कृते कानिचन सूत्राणि सन्ति. तर्हि एकस्य धातोः कृते प्रक्रिया कथं भवति इति वयं जानीमः चेत् तत्र ईकारान्तधातूनां सर्वेषां धातूनां रूपाणि कथं भवन्ति इति वयं ज्ञातुं शक्नुमः. एवमेव सर्वत्र अस्तु, धन्यवादः भगिनि, धन्यवादः। अकारान्त वदामि किम्? वदतु। अकारान्ताः तत्र निच् शप् शप् शपासः आगच्छन्ति वा? कुत्र? कथ गणारच अत्र तिप् प्रथमम् आगच्छति, अनन्तरं तिप् सार्वधातुकप्रत्ययः इति कृत्वा। कस्मिन् लकारे? कस्मिन् लकारे? एतत्तु चुरादिगणे अस्ति खलु, कथ गणरच कथ अस्तु, चुरादिगणे अस्ति, तर्हि किं वक्तुमिच्छति? तत्र तिप् आयाति, तिप् सार्वधातुक प्रत्ययः अस्ति इति कृत्वा कर्तरि शप् इति आयाति। कर्तरि शप् यदा आयाति तत् तेन सह निच् अपि आयाति वा? तथा नास्ति, तत्र धातुतः प्रथमतया निच् विधीयते सर्वत्र। यदि धातुः चुरादिगणे अस्ति चेत् निच् विधानं भवति प्रथमतया, कतयोगः निच् इति भवति, तदानीं निच् प्रत्ययं निमित्तीकृत्य यत् कार्यमस्ति तत्सर्वं कृत्वा कति इति नूतनधातुः भवति। कति इदानीं कति इति धातुतः तिङ् प्रत्ययः विद्यते, तदानीं शप् प्रत्ययः विद्यते, तत्र सर्वत्र निचः विधानं तु भवति एव। सर्वे अकारान्ताः चुरादिगणे एव वा? सर्वे अकारान्ताः चुरादिगणे एव इति प्रायः तथा वक्तुं शक्नुमः। भिन्नरूपं भवति खलु, तथा अन्येषु गणेषु अकारान्तः अस्ति वा इति द्रष्टव्यं, परन्तु चुरादिगणे तु अस्ति। प्रायः अन्येषु गणेषु अकारस्य लोपः भवति, तत्र अनुनासिक अकारः अस्ति इति कृत्वा इत्संज्ञा भूत्वा लोपः भवति, तर्हि प्रायः चुरादिगणे एव स्यात्। तर्हि परन्तु अत्र यद्यपि अकारान्ताः इति उक्ताः, एते सर्वे अकारान्ताः हलन्ताः भवन्ति अर्धधातुकलकारेषु, यतोहि तत्र एकं सूत्रमस्ति, अतो लोपः इति सूत्रमस्ति, तेन सूत्रेण ह्रस्वकारस्य लोपः भूत्वा एते सर्वे हलन्ताः एव भवन्ति अन्ततो गत्वा। इदानीमेव दृष्टवन्तः खलु पिब इत्यस्य अतो गुणे, ओ तद् अतो गुणे अतो लोपः इति भिन्नं सूत्रमस्ति, तेन सूत्रेण सर्वत्र कत् गण् रच् इत्यादयः भवन्ति, अतः प्रथमसोपाने एव हलन्तः भवन्ति, अनन्तरं निच् आयाति, निच् इति आयाति इति कृत्वा एव हलन्तः भवन्ति। अन्यप्रश्नः अस्ति वा भगिनि? एतत् चतुर्दश, एकक्षणं महोदय, जयलक्ष्मी भगिनी वदतु। आं भगिनि, अत्र कश्चन भ्रमः, इदानीं वयं धातूनाम् आधारीकृत्य अकारान्त उकारान्त इति कृतवन्तः खलु भगिनि, तु गते करपत्रे तु वयं प्रथमगण द्वितीयगण इति अदन्तम् अङ्गम् अनदन्तम् अङ्गम् इति रूपद्वयं कृतवन्तः खलु? तत्तु सार्वधातुकलकारेषु गणभेदः अस्ति, यदा हि विकरणप्रत्ययं योजयामः तदानीं तत्र अदन्तं वा अनदन्तं वा इति चिन्तनमस्ति, अङ्गानां कृते अङ्गनिवर्तीकृत्य। अत्र तु धातोः एव अन्तिमवर्णः, प्रथमतया धातोः एव विभजनं भवति, इत्युक्ते तत्र उपद्विसहस्रं धातवः सन्ति खलु, तेषां सर्वेषां विभजनमस्ति, प्रथमतया अजन्तधातुः हलन्तधातुः इति विभजनं, तर्हि अजन्तधातोः अन्तिमवर्णम् अनुसृत्य विभजनं, हलन्तधातोः उपधायां कः वर्णः अस्ति इति दृष्ट्वा विभजनं। इदानीं सूत्रं च भिन्नं भवति इति उक्तं खलु, तत्तु अङ्गं निमित्तीकृत्य अदन्तम् अङ्गम् अनदन्त अङ्गम् इति निमित्तीकृत्य सूत्रभेदं भवति वा? अनदन्तम् इति नास्ति तत्र सूत्रभेदः, तु अङ्गस्य अन्ते ह्रस्वकारः अस्ति वा आकारः अस्ति वा ईकारः अस्ति वा ऊकारः अस्ति वा इति तादृशभेदः अवलम्ब्य सूत्राणि सन्ति। तत्तु अङ्गस्य एव अङ्गानां कृते एव खलु, तदेव मम प्रश्नः, न चेत् धातुः अपि अङ्गमेव खलु, धातोः अनन्तरं प्रत्ययः अस्ति चेत् धातुः अपि अङ्गमेव खलु, आम् तर्हि तत्र धातुः अपि भवितुमर्हति अङ्गमपि भवितुमर्हति। ओ इत्युक्ते आकारान्तधातोः अनन्तरं यः प्रत्ययः अस्ति तादृशप्रत्ययं निमित्तीकृत्य आकारान्तधातूनां किमपि कार्यम्, अकारान्तधातुः अपि अङ्गमेव खलु, धातुरपि अङ्गम्. अस्तु बुद्धं खलु. धन्यवादः भगिनि. अस्तु अत्र रामनाथन् महोदय प्रश्नः कः? आं भगिनि, एतत् आर्धधातुकलकारस्य लकारस्य प्रत्ययः वा विकर्णप्रत्ययः भवति, चतुर्दश भिन्नवर्गाः भिन्नभिन्नप्रक्रियां भवति वा, वर्तते वा, वर्तन्ते वा? पुनः पृच्छतु न बुद्धम्. ओके, फार् दीस् आर्धधातुकलकार विकर्ण लकारस्य विकर्णप्रत्यय प्रत्ययः भवति लैक् स्या अण्ड् अदर् थिङ्ग्. आफ्टर् दट् एतत् चतुर्दशवर्गाः सन्ति न, एतेषु भिन्नभिन्नप्रक्रियां वर्तते वर्तते वा? हा, तत्र आकारान्तधातूनां कृते भिन्नप्रक्रिया. कुत्रचित् प्रतिध्वनिः, कृपया म्यूट् करोतु. आकारान्तधातूनां कृते तत्र सूत्राणि, भिन्नसूत्राणि सन्ति. यदि आकारान्तधातुः अस्ति चेत् एकं सूत्रं कार्यं करोति, ईकारान्तधातुः अस्ति चेत् एकं सूत्रं कार्यं करोति, इति भिन्नभिन्नसूत्राणि सन्ति. तर्हि पाणिनीयसूत्रेषु अजन्तधातूनां कृते अन्तिमवर्णम् अनुसृत्य सूत्राणि सन्ति, हलन्तधातूनाम् उपदायां कः वर्णः अस्ति इति दृष्ट्वा सूत्राणि सन्ति. अतः एव एतादृशविभजनम्. अस्तु, अत्र स्थगयामः. अन्य कोऽपि प्रश्नः अस्ति वा? तदेव तत्र अन्तिमवाक्ये उक्तं, पादातुः धाधातुः तत्र आर्धधातुकलकारेषु द्वयोः अपि आकारान्तः अस्ति इति कृत्वा एकस्मिन् वर्गे स्थापयामः, परन्तु आर्धधातुकलकारेषु भिन्नभिन्नगणे द्वौ अपि स्तः, पादातुः तु भुवादिगणे अस्ति, धाधातुः ज्योत्यादिगणे अस्ति इति तादृशभेदः भवति. अस्तु, उपधायाम् आकारान्तः अपि भवितुम् अर्हति, तत्तु अत्र नास्ति. उपधायाम् आकारान्तः कीदृशः? उदाहरणम् इदानीम् आप् इति अस्ति खलु, तत्र उपधा आप् इति धातु, तत्र उपधायाम् आ अस्ति, तत् किमर्थम् अत्र नास्ति? आप् इति धातुः अस्ति वा? आप् इति धातु अदुपधाः इति अस्ति, आदुपधाः किमर्थं नास्ति? एकक्षणं भगिनि, आप् इति धातुः अस्ति वा, किमस्ति? आप् आप्नोति, आप्स्यति इति उपरि अस्ति खलु, तत्र धातुः आप् एव. धातुः आप् इत्युक्ते उपधायं दीर्घ आकारः. समीचीनः प्रश्नः अस्ति, उपधायं दीर्घ आकारः अस्ति, तस्य विशेष्यं न भवति. अवशिष्टाः इत्यस्मिन् अस्ति भगिनि, अवशिष्टाः इत्यस्मिन् अस्ति, यतोहि तत्र यत्र यत्र अधुपदः अस्ति, इदुपदः अस्ति, उदुपदः अस्ति, ऋदुपदः अस्ति, तत्र एव विशिष्ट किमपि कार्यं भवति, अवशिष्टानां तत्र अवशिष्टाः इत्येव अस्ति. यदा ई दीर्घ ईकारः उपधायां, दीर्घ आकारः, तत् सर्वम् अवशिष्टाः. सत्यं, समीचीनम् भगिनि. एतत् चतुर्दशवर्गाः धातोः अन्तिमवर्णात् एव, न तु प्रत्ययं योजनेन किल, न केवलं धातूनां, केवलं धातूनां. आर्धधातुकलकारविषये चतुर्दश विभजनम् अस्ति न सार्वधातुकलकारेषु? सार्वधातुकलकारेषु एतादृशविभजनस्य आवश्यकता नास्ति, यतोहि तत्र गणाः सन्ति, धातुगणाः सन्ति. भगिनि, अत्र चतुर्दश विभजनं कृत्वा ते सर्वे वर्ग किं वदामि, विस्मरामि भगिनि, एकनिमिष. अनन्तरम् ईमेल् प्रेषयतु भगिनि, यदा स्मरति ईमेल् प्रेषयतु. धन्यवादः. अस्तु, तर्हि अत्र स्थगयामः. धन्यवादः, नमस्कारः, धन्यवादः, धन्यवादः भगिनि, विलम्बेन आगच्छामि ड्यू टु आफिस् वर्क्. चिन्ता नास्ति महोदय, चिन्ता नास्ति. But I can record, I mean, listen your audio on tape. Aha, samichana mahodaya. Thank you, dear. Dhanyavaad. Ha, Suman Bhagini. Suman Bhagini. भगिनी सुमन् सुमन् भगिनी इदानीं तु रेकार्ड् न भवति खलु स्थगयामि.